पद्मपुराणं खण्डं 7 क्रियाखण्डम् अध्यायं 14 व्यास उवाच मार्गशीर्षे द्विजश्रेष्ठ महालक्ष्म्या समन्वितं पूजयेदव्ययं विष्णुं भक्तिभावेन वैष्णवः म्लेच्छदेशे च विप्रेन्द्र तथैव पदितालये दुर्गन्धैश्च परिव्याप्ते स्थाने विष्णुं न पूज्यते पाखण्डानां समीपे च महापातकिनां तथा असत्यभाषिणां चैव न कुर्याद्विष्णुपूजनं क्रन्दतां सन्निधौ चापि कलहानपि कुर्वतां तथोपहसदां स्थाने न कुर्यात्पूजनं हरेः प्रतिग्रहरतानां च स्थाने विष्णुं न पूजयेत् कृपणानां गृहे चैव परवित्ताभिलाषिणां तथा कपटवृत्तीनां न कुर्याद्विष्णुपूजनं नारायणार्चने विप्र परमभक्तिपरायणः अन्यचित्तं परित्यज्य हरिध्यानपरो भवेद् हाहाकारं च निःश्वासं विस्मयं सद्विजोत्तम पाखण्डजनसम्भाषं न कुर्याद्धरिपूजनम् अनन्यमानसो भूत्वा देवदेवं जगद्गुरुं भस्मन्यपि च यत्पुष्पं दीयते लभते हरौ चिन्तागमशतश्रान्धशिला चक्रेष्वपि द्विज पुष्पं ददाति यन्मर्त्यो न लभे दध तत्प्रभुः अनन्यमानसो भूत्वा भक्त्या विष्णुं यजेद्बुधः भ्रान्तचित्तेन यत्कर्म क्रियते तच्च निष्फलं सर्वकर्ममनोऽधीनं मनोऽधीनं जगत्त्रयं तस्मान्मनो दृढीकृत्य पूजयेत्तमलापदिं पूजान्यत्र मनोऽन्यत्र भवेद्यस्य द्विजोत्तम न च तस्य फलोत्कार्यं कल्पकोटिशतैरपि यत्नाद्विहितशौचोऽपि विष्णुपूजा परोऽपि च मनःशुद्धिविहीनश्चेच्चाण्डाल इव गम्यते अभक्त्या यत्तपस्तप्तं सुचिरं विधिना द्विज भवेन्निरर्थकं सर्वं केवलं कायशोधनं मेरुप्रमाणकं स्वर्णं ब्राह्मणाय कुटुम्बिने दत्तमभ्यर्थनाशाय अभक्त्या श्रेयसेऽपि च तस्मादेकमना भूत्वा भक्तिश्रद्धा समन्वितः स वास्तुकादिशाकं च दद्यात् सदसि वैष्णवे नारङ्गस्य फलं दिव्यं सुपक्वं यस्तु यच्छति केशवायद्विजश्रेष्ठसोऽस्माभिरभिपूज्यते यत्नेन नूतनं वस्तु प्रियं भगवतो हरेः तदेवाग्रयणे मासि भक्त्या दद्यान्मुरारये पौषे मासि समायादे श्रीकृष्णं वरदं प्रभुं देवमिक्षुरसैर्दिव्यै स्नापयेद्वैष्णवो जनः यस्नापयदि विप्रेन्द्र विष्णुमिक्षुरसैः प्रभुम् इह भुङ्क्ते सुखं सर्वं मृदो यादीक्षु सागरं यो दद्यादिक्षु नैवेद्यम् देवदेवाय विष्णवे सोऽपि तद्फलमाप्नोति किमन्यैर्बहुभाषितैः सुदुग्धपृथुकं पौषे दधिभिर्वा समन्वितं दत्त्वा मुरारये मर्त्य सर्वान् कामानवाप्नुयाद सर्वैः पुरातनं वस्त्रं दूरीकृत्य मुरारये शीतस्य वारणार्थाय दद्याद्वस्त्रं च नूतनं पौषसङ्क्रमणे विप्र सलक्ष्मीकाय विष्णवे दद्यान्मुमुक्षुर्मनुजो दशवर्णं च पीठकं यस्तु शङ्खध्वनिं कुर्यात् सम्पूज्य कमलापतिं तस्य पुण्यफलं वच्मि शृणु वत्स समाहितः अङ्गम्यागमनाद्यैश्च विमुक्तसर्वपादकैः अन्ते विष्णुपुरं गत्वा विष्णुना सह मोददे वैनतेयाङ्किदां घण्टां यस्तु वादयदे हरेः पूजाकाले द्विजश्रेष्ठ तस्य पुण्यं वदाम्यहम् अभक्ष्य भक्षणाद्यैश्च विमुक्तसर्वपादकैः प्रयाति मन्दिरं विष्णो रथमारुह्य शोभनं तत्र भुक्त्वा अखिलान् कामान् कल्पकोटिशतावधि पुनरागत्य धरणीं चतुर्वेदी द्विजोत्तमः तत्र भुक्त्वा अखिलान् कामान् कल्पकोटिशतावधि पुनर्विष्णुपुरं गत्वा मोक्षं प्राप्नोत्यनुत्तमं वीणां वादयदे यस्तु पूजाकाले जगत्पदेः पण्डितानामग्रणी स्यात् समर्थ्यप्रतिजन्मनि मृदङ्गवाद्यकृत्यस्तु पूजायां कैडभक्त्विषः तस्य प्रसन्नो भगवान् ददात्यभिमदं फलं डमरुं डिण्डिमं चैव झर्झरीं मधुरीं तथा पडकं दुन्दुभिं चैव काफलं सिन्धुवारकं कांस्यं च करतालं च वेणुवादयदे तु यः पूजाकाले महाविष्णोस्तस्य पुण्यं निशामय तेयार्थैपादकैर्मुक्तो मन्दिरं यादि चक्रिणः परमं ज्ञानमासाद्य तत्रैव परिमुच्यते कलशब्दं चय कुर्यात् पूजाकाले जगद्गुरोः मुखवाद्यं च विप्रेन्द्र तस्य पुण्यं मयोच्यते कोटिकोटिकुलैर्युक्तप्रयादिमन्दिरं हरेः ज्ञानमासाद्य तत्रैव मोक्षमक्षयमाप्नुयात् विष्णोरायतनेयस्तु भक्तियुक्तप्रनृत्यदि स यादि ब्राह्मणश्रेष्ठ तद्विष्णोः परमं पदं यस्तु गायति गीतानि भक्त्या नारायणाग्रदः स नृपत्वमावाप्नोति गन्धर्वाणां पुरेषु च स्तौति स्तोत्रैर्जगन्नाथं भक्त्या च वैष्णवो जनः तस्य प्रसन्नो भगवान् सर्वान् कामान् प्रयच्छति मासे मासे हरिं यस्तु विधिनानेन पूजयेद् अचिरेणैव विप्रर्षे प्रसादयदि सोच्युतः जगदुदधिमिमं ते तर्तुमिच्छन्ति मर्त्याः प्रचुरतरगभीरं सर्वदुःखप्रदं च परमपुरुष पादाम्भोजयुग्मं मनोज्ञं त्रिदशनिवः सेव्यन्ते च सर्वे त्यजन्तु इति श्रीपद्मपुराणे क्रियायोगसारे भगवत्पूजामाहात्म्यं नाम चतुर्दशोऽध्यायः ॐ